पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 64 शेष उवाच शत्रुघ्नं पतितं वीक्ष्य सुरथप्रवरो नृपः प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते पुष्कलस्तुरणे पूर्वं पादितः स विचारयन् लवं ययौ तदा योद्धुं महावीरबलोन्नतं सुरथकुशमासाद्य बाणान्मुञ्चन्नग्ने कथा व्यथयामास समरे महावीरशिरोमणिः सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः धनुच्छिच्छेद तरसा सुदृढं गणपूरितम् अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः अभवत् तुमुलं युद्धं वीराणां रोमहर्षणं अत्यन्तं समरोद्युक्ते सुरथे दुर्जये नृपे कुशसं चिन्तयामास किं कर्तव्यं रणे मया विचार्य निशिदं घोरं सायकं समुपाददे अननाय नृपास्यास्य महाबलसमन्वितः तमागतं शरं दृष्ट्वा कालानलसमप्रभं चेत्तुमदिं चकाराशु तावल्लग्नो महाशरः मुमूर्च समरे वीरो महावीरबलस्ततः पपादस्यन्दनोपस्थे सारथिस्तमुपाहरद सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितं त्रासयन्दं वीरगणा नियाय पवनात्मजः समीरसूनुं प्रबलमायान्दं वीक्ष्यवानरं जहास दर्शयन् तं तान् कोपयन्निव तं क्रुधा उवाच च हनूमन्तमेहि त्वं मम सम्मुखं भेत्स्ये बाणसहस्रेण मृतो यास्यसि यामिनीम् इत्युक्तो हनुमान् ज्ञात्वा रामसूनुं महाबलं स्वामि कार्यं प्रकर्तव्यमिति कृत्वा प्रधावितः शालमुत्पाट्य तरसा विशालं शदशाखिनं कुशं वक्षसि संलक्ष्य ययौ योद्धुं महाबलः शालहस्तं समायान्तं हनुमन्तं महाबलं त्रिभिः क्षुरप्रैर्विव्याध हृदि चन्द्रोपमैर्बली सबाणविद्धस्तरसा कुशेन बलशालिना शालेन हृदि संजघ्ने दन्तान्निष्पिष्य मारुतिः शाला हतस्तदा बालः किञ्चिन्ना सम्पदस्मयाद तदा वीरा प्रशंसां तु प्रचक्रुस्तस्य बाल्यदः स शालेन हतो वीरसंहारास्त्रं समाददे संहन्तुं वैरिणं कोपात् कुशः स परमास्त्रविद संहारास्त्रं समालोक्य दुर्जयं कुशमोचितं दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकं तदा मुक्तं कुशेनाशु तदस्त्रं हृदि मारुतेः लग्नं महाव्यथाकारि तेन मूर्छामिदः पुनः मूर्छां प्राप्तं तुदं दृष्ट्वा प्लवङ्गं बलसंयुतः विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महद तस्य बाणायुधैर्भग्नं बलं सर्वं रणाङ्गणे पलायनपरं जातं चतुरङ्गसमन्वितं तदा कपि पथिकोपात् सुग्रीवो रक्षको महान् अभ्यधावन्नगान्नैकानुत्पाट्य कुशमुद्भटं भुश सर्वान् प्रचिच्छेदलीलया प्रहसन्नगान् पुनरप्यागतान् वृक्षां चिच्छेदतरसा बलि अनेकबाणव्यधिदसुग्रीवः समराङ्गणे जग्राहपर्वतं घोरं कुशमस्तकमध्यतः कुशस्थं नगमायान्तं वीक्ष्य बाणैरनेकथा निष्पिपेश चकाराशुमहारुद्राङ्गयोग्यतां सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम् जयाशाप्रतिनिर्वृत्तो बभूव समराङ्गणे रणमध्ये दुराक्रान्तं कुशं लाङ्गूलताडकम् अत्यमर्षीरुषाक्रान्तस्थं हन्तुं नगमाददे आत्मानं हन्तुमुद्युक्तं वीक्ष्य सुग्रीवमादराद ताडयामास बहुभिः सायकैः शितपर्वभिः स ताडितो बहुविधैः शरैः पीडा समन्वितः कुश्यं हन्तुं समारब्धो ययौ शालं समाददे तदापि च कुशो वीरो वारुणास्त्रं समाददे बबंध तं च पाशेन दृढेन स लवाग्रजः सबद्धः पाशकैः स्निग्धैः कुशेन बलशालिना पपादरणमध्ये वै महावीरैरलङ्कृते सुग्रीवं पतितं दृष्ट्वा वीरा सर्वत्र दुद्रुवुः जयमापलवभ्रादा महावीरशिरोमणिः तावल्लवो भटान् जित्वा पुष्कलं चाङ्गदं तथा प्रतापाग्र्यं वीरमणिं तदान्यानपि भूभुजः जयं प्राप्य रणे वीरो लवो भ्रातरमागमद सङ्ग्रामे जयकर्तारं वैरिकोडिनिपातकं परस्परं प्रहृषितौ परिरम्भं प्रकुर्वतः जयं प्राप्तौ तदा वार्तां मुने चक्रदुरुन्मतौ लव उवाच भ्रातस्तव प्रसादेन निस्तीर्णो रणतो यधिः इदानीं वीररणकं शोधयावः सुशोभितम् इत्युक्त्वा त्वरितं वीरो जग्मदुस्तौ कुशीलवौ राज्ञो मौलिमणिं चित्रं जग्राह कनकाचिदं पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम् अङ्गदे च महानर्क्ये शत्रुघ्नस्यापरस्य च गृहीत्वा शस्त्रसङ्घातं हनुमन्तं कपीश्वरं सुग्रीवं सविधे गत्वा उभावपि बबन्धदुः पुच्छे वायुसुदस्यायं गृहीत्वा दुःकुशानुजः भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमन्दिरम् आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहं क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च यदश्रुत्वा तदो वाक्यमुवाच च कुशोलवम् अहमेनं गृहीष्यामि वानरं बलिनं दृढम् इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरः पृच्छयोर्बलिनौ धृत्वा जग्मदुस्वाश्रमं प्रति स्वाश्रमाय प्रकच्छं तौ वीक्ष्यतौ कपिसत्तमौ कम्बमानौ जगदतुरन्योन्यं भीदया गिरा हनुमान् कपिराजानं प्रत्युवाच भयार्द्रधीः एतौ रामसुतावस्मान्नेष्यत स्वाश्रमं प्रति मया पूर्वं कृतं कर्म जानकीं प्रति गच्छता तत्र मे जानकी देवी सम्मुखा भून्मनोहरा सा मां द्रक्ष्यति वैदेही बद्धं भाषेन वैरिणा तदा हसिष्यति वरात्रपा मेऽत्र भविष्यति मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति महद्दुःखं चापतितं स राम किं करिष्यति सुग्रीवस्तद्वज श्रुत्वा ममाप्येव महाकपे नेष्यते यदि मामेवं निधनं तु भविष्यति एवं कथयदोरेव ह्यन्योन्यं भयभीदयोः कुशो लवश्च भवनं मातु प्रापदुरोजसा तावायादौ समीक्ष्यैव जहर्षजननीतयोः अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी हनुमन्तं च सुग्रीवं सर्ववीरं कपीश्वरं जहासपाशबद्धौ तौ वीक्षमाणावराङ्गना उवाच च विमोक्षार्थं वदन्ति वचनं वरं पुत्रौ प्रमुं च दम्भीशौ महावीरौ महाबलौ ईक्षं तौ मां यदि स्फीदौ प्राणत्यागं करिष्यतः अयं वै हनुमान् वीरो यो ददाह धनोः पुरीम् अयमाप्यर्क्ष राजो हि सर्ववानरभूमिपः किमर्थं विधृतौ पुत्र किं वा कृतमनादराद पुच्छे युवाभ्यां विधृतौ स महान् विस्मयोऽस्ति मे इति मा दुर्वच श्लक्ष्णं वीक्ष्यतां पुत्रकौ तदा ऊचदो विनयश्रेष्ठौ महाबलसमन्वितं माद कश्चन भूपालो रामो दाशरथिर्बली तेन मुक्तो हयस्वर्णभालपत्रसुशोभितः तत्रैवं लिखितं मादरेकवीरा प्रसूर्मम ये क्षत्रियास्ते गृह्णन्तु नो चेत् पादतलार्चकाः तदा मया विचारो वै कृतस्वान्ते पतिव्रते भवदी क्षत्रिया किं न वीरसू किं न वा भवेद दार्ष्ट्यं तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया बलाद जितं कुशेन वीरेण सैन्यं तत्पादितं रणे मुकुटोऽयं भूमिपदेर्जानीहि परिदेवदे अयमाप्यन्यवीरस्य पुष्कलस्य महात्मनः जानीहि मुकुटं त्वन्यं मणिमुक्ता विराजितम् अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः आरोहणाय मद्भ्रातुर्जानीहि बलिनो वरे इमौ कीशौ मया रन्धुमानीतौ बलिनां वरौ कौतुकार्थं तवैवैतौ सङ्ग्रामे युद्धकारकौ इति वाक्यं समाकर्ण्य जानकी परिदेवता जगादपुत्रौ तौ वीरौ मोजयेद्धां पुनः पुनः सीतोवाच युवाभ्यामनयसृष्टो हृदो रामहयो महान् अनेके पादिता वीरा इमौ बद्धौ कपीश्वरौ पितुस्तव हयो वीरो यागार्थं मोचितो मुना तस्यापि हृदवं तौ किं वाजिनं मखसत्तमे मुञ्चतं प्लावगावेतौ मुञ्चतं वाजिनां वरं क्षाम्यदां भूपतेर्भ्राता शत्रुघ्न परकोपनः जनन्यास्तद्वच श्रुत्वा ऊचतुस्ताम्बलान्वितौ क्षात्रधर्मेण तं भूपं जितवं तौ बलान्वितं नास्माकमनयोर्भावि क्षात्रधर्मेण युध्यतां वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः कण्वस्याश्रमकेवाकं धृत्वा यागक्रियोचितम् तस्मात् सुदस्व पित्रापि युध्येत् भ्रात्रापि चानुजः गुरुणा शिष्य एवापि तस्मान्नो पापसम्भवः त्वदाज्ञातोऽधुना चावां दास्यावो हयमुत्तमम् मोक्ष्यावकिशवेदौ हि करिष्यावो वचस्तव इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ अमुं च दां हयं चापि हयं मेधप्रियोजितं सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यं निपातितम् श्रीरामं मनसा ध्यात्वा भानुमैक्षदसाक्षिणं यद्यहं मनसा वाचा कर्मणा रघुनायकं भजामि नान्यं मनसा तर्हि जीवेदयं नृपः सैन्यं चापि महत्सर्वं यन्नाशिदमिदं बलाद पुत्राभ्यां तत्तु जीवेद मत्सत्या जगदाम्पदे इति यावद्वजो ब्रूदे जानकी परिदेवता तावद्बलं च तत्सर्वं जीवितं रणमूर्धनि इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सैन्यजीवनं नाम चतुष्षष्टितमोऽध्यायः ओम्।